अस्तु, अद्यतनमुख्यः विषयः अस्ति अवच्छेदकधर्मः इति. तस्मात् पूर्वं किञ्चित् पूर्वतनान् अंशान् पुनस्मारणं कृत्वा अग्रे गच्छामः. पृष्ठसङ्ख्या 21, ततः आरभ्य पठामः अद्य. अस्तु, प्रतियोगिता अनुयोगिताविषये किञ्चित् वदति वा नीता भगिनि? अस्तु, प्रतियोगिता अनुयोगिता द्वे पदौ नामकरणमेव, विरोधस्य नामः इत्युक्ते घटः घटाभावः द्वयम् अस्ति. घटः एकः विरोधः, अभावः एकः विरोधः. घटस्य घटस्य विरोधस्य नाम प्रतियोगिता, अभावस्य विरोधस्य नाम अनुयोगिता. अनुयोगिता, उत्तमं. तर्हि प्रतियोगिता अनुयोगिता इति संज्ञाद्वयम् अस्ति. अभावे विद्यमानस्य विरोधस्य नाम अनुयोगिता. येन अभावः अभावस्य अपसारणं भवति तस्मिन् विद्यमानस्य विरोधस्य नाम प्रतियोगिता इति. अस्तु, इदानीम् अग्रे गच्छामः. नीता भगिनी पठति वा अवच्छेदकत्वपदार्थवर्णनम् इत्यतः? पृष्ठसङ्ख्या 21. 21. अवच्छेदकत्वपदार्थवर्णनं. त्रयाणामेषां जलमेव प्रतियोगी, तथापि जलनिष्ठप्रतियोगितानां परस्परं भेदः अनुभविकः. अन्यः खलु सर्वेषु जलेषु विद्यमानः सामान्याभावस्य विरोधः. ततः अन्य एव वृष्टिजले विद्यमानः विरोधः. तस्य च सम्यक् ज्ञानार्थम् अत्र एव च अवच्छेदकभावमपि पश्यामः. प्रथमे वाक्ये त्रयाणामेषां जलमेव प्रतियोगी इति उक्तमस्ति. तर्हि केषां जलमेव प्रतियोगी इति स्मरति वा? समानान भाववर्णनं, विशेषभाव विशेषविशेषभाव. आम्, तिस्रः त्रयः अभावाः परिशीलितः अस्माभिः गते वर्गे. सामाजलाभावः इति एकः अभावः, अन्यः अभावः आसीत् विशेषाभावः इत्युक्ते वृष्टिजलस्य अभावः, वृष्टिजलाभावः इति. अपरः आसीत् विशेषविशेषाभावः, स्वातीनक्षत्रीयवृष्टिजलस्य अभावः इति. अस्तु, तेषां त्रयाणामपि जलमेव प्रतियोगी इत्युक्ते जले तेषाम् अभावानां विरोधः वर्तते इति. अस्तु, अग्रे किञ्चित् वदतु भगिनि. त्रयाणां भावे त्रयाणां भावे भेदः कथं ज्ञातुं शक्नुमः इति प्रश्नः भवति. तत्कारणात् एव अवच्छेदकभावम् उपयोगं कृत्वा भेदः अवगमनं करणीयम् इति कारणात् त्रयाणां सत्यं त्रयाणां किम् अनुभविकः इत्युक्ते अस्माभिः अनुभवितः आसीत् अभावः. प्रसङ्गं दृष्ट्वा वयं ज्ञातुं शक्नुमः, ओ इदानीं जलस्य अभावः अस्ति, अपरस्मिन् स्थले वृष्टिजलाभावः अस्ति, अन्यस्मिन् स्थले स्वातीनक्षत्रीयवृष्टिजलाभावः अस्ति इति. किन्तु एतेषाम् अभावानां विरोधः इत्युक्ते प्रतियोगिता, सर्वं जले एव नास्ति, जलाभावस्य प्रतियोगिता जले अस्ति, वृष्टिजलाभावस्य प्रतियोगिता वृष्टिजले अस्ति। तर्हि अनुभवेन वयं भिन्नतां ज्ञातुं शक्नुमः, भेदं ज्ञातुं शक्नुमः। तस्य सम्यक् ज्ञानार्थम् इदानीम् अवच्छेद्य अवच्छेदकभावमपि पश्यामः। अवच्छेदकः इत्युक्ते यः भिन्नतां प्रदर्शयति, अवच्छेद्यः इत्युक्ते यस्य भिन्नता प्रदर्शिता भवति। अवच्छेदकः इत्युक्ते यः भिन्नतां प्रदर्शयति, अस्तु। अवच्छेद्यः इत्युक्ते यस्य भिन्नता प्रदर्शितः भवति अवच्छेदकेन, छेद्यावच्छेदकभावः। अग्रे उदाहरणं दृष्ट्वा ज्ञातुं शक्नुमः। अन्य कोऽपि आगतवान् वा इदानीम्, अथवा आगतवती वा? नीता भगिनी, शिल्पा भगिनी, जयन्ती भगिनी, माला भगिनी एव खलु? अग्रे शिल्पा भगिनी पठति वा? तथापि जलनिष्ठ, वयं तत्र न स्मः, कश्चित् क्षीरविक्रेता। ओ क्षम्यताम्, ओके। कश्चित् क्षीरविश्रेता क्षीरं मादाय यागतः, तस्मात् द्रोण पञ्चकपरिमितं क्षीरं क्रेतव्यम् कीदृशं पात्रं वयं नयामः, न द्रोण दशकं मानकं कुतः, अतीवर्तेत, नापि द्रोणद्वयं मानकं कुतः, न्यूनी भवेत्। किन्तु द्रोणपञ्चकपरिमितं क्षीरं तापयितुं यत् पात्रं पर्याप्तं भवेत् तदेव स्वीकुर्मः। ततः किं कुर्मः? विक्रेतुः समीपं गत्वा तस्य पुरतः पात्रं स्थापयामः, विक्रेता च पात्रे तस्मिन् क्षीरं श्रावयति। अवगच्छति वा? क्षम्यतां, न अवगतवती, किञ्चित् सम्यक्तया न अवगतवती भगिनी। अस्तु, अहमेव वदामि। प्रतिध्वनिः अस्ति भगिनि, प्रतिध्वनिः अस्ति इदानीम्, इदानीं नास्ति किल? इदानीं सम्यक् अस्ति। कश्चित् क्षीरविक्रेता अस्ति, तस्मात् अस्माभिः द्रोणपञ्चकपरिमितं क्षीरं क्रेतव्यमस्ति। तर्हि वयं कीदृशं पात्रं नयामः, द्रोणदशकमानकम् इत्युक्ते बृहत् पात्रं नयामः वा न, तथा न कुर्मः. किमर्थं चेत् तद् बृहत् पात्रम् अतिवर्तेत. तद् बृहत् पात्रं द्रोणपञ्चकपरिमितं क्षीराय अतिवर्तेत. अथवा द्रोणद्वयमानकं पात्रं नयामश्चेत् न्यूनीभवेत्. द्रोणपञ्चकपरिमितं क्षीरार्थं तत् पात्रं बहु लघुपात्रं भवति. तदर्थं वयं किं कुर्मः, यत् पात्रं युक्तमस्ति, उचितम् अस्ति द्रोणपञ्चकपरिमितं क्षीरं स्थापयितुं, तादृशं पात्रं वयं विक्रेतुः समीपे स्थापयामः. विक्रेता पात्रे क्षीरं श्रावयति इति दृष्टम्. अग्रे जयन्ती भगिनी पठति वा? आम्. इदानीं किं तेन योग्येन पात्रेण कृतम्? द्रोणपञ्चकपरिमितं क्षीरं बृहत्पात्रगतक्षीरात् पृथक् कृतम्. पात्रस्थं क्षीरं दृष्ट्वा एवम् अवगच्छामः, इदं क्षीरम् अन्यस्मात् क्षीरात् भिन्नम्. केन एवस्माभिः अवगतं? पात्रेण. तद्धि पृथक् करोति. इदं क्षीरम् अन्यत् इति बोधयति इति पात्रं क्षीरस्य अवच्छेदकम्. क्षीरं च अवच्छेद्यं भवति. क्षीरे अवच्छेद्यता, पात्रे च अवच्छेदकता, तयोः निरूप्य निरूपकभावः. अस्तु, इदानीं यत् अवगतं तद् वदतु, अवच्छेदकम् अवच्छेद्यम् इत्यस्य विषये. अस्तु. अत्र द्रोणपञ्चकपरिमितं क्षीरं स्वीकर्तुं दशपञ्चकपरिमितं न परिमितपात्रं न आवश्यकम्. अत्र पात्रम् एव भिन्नं करोति पञ्चकपरिमितं क्षीरम् अन्य दशपरिमितं क्षीरम्. एतयोः भिन्नता पात्रेण एव भवति. तदेव क्षीरं केवलं क्षीरं दृष्ट्वा भवती भेदं स्थापयितुं शक्नोति वा? न न, पात्रमेव दृष्ट्वा वयम् अवगच्छामः यत् पञ्चकपरिमितं क्षीरम् इति वयम् अवगच्छामः. तदेव क्षीरस्य अवच्छेदकम् इति उच्यते. अवच्छेदकमस्ति पात्रं. किमर्थम् अवच्छेदकम् अस्ति? क्षीरे क्षीरम् अवच्छेद्यम् अस्ति. क्षीरे अवच्छेद्यता, पात्रमेव अवच्छेद्यं करोति, तदेव अवच्छेदकं. क्षीरे अवच्छेद्यता भवति इति. पात्रे अवच्छेदकता, पात्रम् अवच्छेदकं, तर्हि पात्रे अवच्छेदकता. क्षीरं तु अवच्छेद्यं, तर्हि क्षीरे अवच्छेद्यता वर्तते. इदानीं चित्रं दृष्ट्वा आङ्ग्लभाषायां पात्रं डिफ्रेन्शियेट्स्, तर्हि तस्मिन् अवच्छेदकं भवति. क्षीरम् इस् डिफ्रेन्शियेटेड् इति खलु? सत्यं सत्यम्. अस्तु अस्तु. तदर्थं क्षीरं भवति अवच्छेद्यम्. अस्तु, तर्हि चित्रे अस्ति पात्रं निष्ठ अवच्छेदकता इति वा? निरूपकनिरूप्यभावः वर्णनं करोतु चित्रस्य कृपया. निष्ठ अवच्छेदकता, निरूपित अवच्छेद्यता, आश्रय क्षीरम्. क्षीरं पात्रे निष्ठ अवच्छेदकता, निरूपित अवच्छेद्यताश्रय क्षीरम्. क्षीरम् अग्रे. अग्रे क्षीरे निष्ठ अवच्छेद्यता, निरूपित अवच्छेदकता, निष्ठ पात्रम्. अवच्छेदकताश्रयः पात्रम्। अवच्छेदकताश्रयः पात्रम्। इदानीम् अवच्छेदकता इत्यस्य वर्णनं करोतु। पात्रे यद्भवति उक्तवती तत् साधु एव, किन्तु इदानीं पात्रस्य मास्तु, अवच्छेद्यकता इत्यस्य पात्रतः आरम्भं करणीयं खलु। पात्रे निष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रय क्षीरं, क्षीरं, किन्तु इदानीम् अवच्छेद्यता निरूपणं करोमि चेत् पात्रे निष्ठ अवच्छेदकता निरूपित क्षीरनिष्ठ अवच्छेद्यता। रैट् हेण्ड् टाप् कार्नर् इत्यस्य करोमि चेत् अवगच्छति वा? हरि ओम्। अस्ति भगिनि, अस्तु अस्तु। अनन्तरम् अवच्छेदकता इत्यस्य करोमि चेत् क्षीरनिष्ठ अवच्छेद्यता निरूपित पात्रनिष्ठ अवच्छेदकता इति वर्णनं भवति इति ज्ञातव्यम्। अस्तु अस्तु, अग्रे माला भगिनी पठति वा? आं पठामि। प्रतियोगितावच्छेदकं किं भवति? इदानीं शास्त्रे एतादृशावच्छेद्यावच्छेदकभावस्य किं प्रयोजनम् इति पश्यामः। अभावानां सामान्याभावः, विशेषाभावः, विशेषविशेषविशेषाभावः इत्येवं विभाग अनुपदं। हरि ओं भगिनि, क्षम्यतां, लैन् नष्टम् अभवत्। न न, चिन्ता नास्ति, इदानीम् अग्रिमपुटं पठामः, तत् पश्यतु। अस्तु अस्तु, पठतु माला भगिनि। अभावानां सामान्याभावः, विशेषाभावः, विशेषविशेषाभावः इत्येवं विभागः अनुपदम् एव अस्माभिश्चिन्तितः। जलसामान्य अभावस्य प्रतियोगिता सर्वस्मिन् जले, वृष्टिजलाभावस्य वृष्टिजले, स्वातिनक्षत्रीयवृष्टिजलाभावस्य च प्रतियोगिता स्वातिनक्षत्रीयवृष्टिजले इति तत्र स्थितम्। तासां प्रतियोगितानाम् अस्ति भेदः। जलाभावनिष्ठानियोगिता निरूपितप्रतियोगिता जलनिष्ठा अन्या, वृष्टिजलाभावनिष्ठा अनुयोगिता निरूपितप्रतियोगिता वृष्टिजलनिष्ठा ततः भिन्ना, एवं तृतीये अपि। परन्तु सः भेदः कथं ज्ञायते? यद्यपि स्वातिनक्षत्रीयवृष्टिजलाभावस्य प्रतियोगिता स्वातिनक्षत्रीयवृष्टिजले एव न अन्यस्मिन् जले, वृष्टिजलाभावस्य प्रतियोगिता वृष्टिजले एव न तु अन्यस्मिन् जले इति प्रतियोगितयोः आश्रयौ उभयत्र भिन्नौ। इदानीं वदतु किञ्चित्, प्रश्नस्य उत्तरमपि अत्र दत्तमस्ति, तर्हि प्रारम्भतः यत् अवगतं तद् वदतु कृपया। वाक्यशः दृष्ट्वा वदतु। एतादृश अवच्छेद्य अवच्छेदकभावस्य प्रयोजनं किम् इति वयं पश्यामः। वयं सामान्य अभावः, विशेष अभावः, विशेषविशेषाभावः इति एतस्मिन् विषये वयं चिन्तितवन्तः। जलसामान्यभावस्य प्रतियोगिता सर्वस्मिन् जले अस्ति. वृष्टिजलाभावस्य प्रतियोगिता वृष्टिजले एव अस्ति. स्वातिनक्षत्रीयवृष्टिजलाभावस्य प्रतियोगिता स्वातिनक्षत्रीयवृष्टिजले एव अस्ति. एतत् अवगच्छन्ति वा सर्वे? वृष्टिजलाभावस्य यद्यपि वयं प्रतियोगिता इति एव वदामः, किन्तु प्रतियोगिता भिन्ना भिन्ना अस्ति खलु. जलसामान्यभावस्य जले एव तस्य तदर्थं प्रतियोगिता अस्ति. वृष्टिजलाभावस्य वृष्टिजले एव प्रतियोगिता अस्ति. स्वातिनक्षत्रीयवृष्टिनक्षत्रवृष्टिजले एव अस्ति प्रतियोगिता. प्रतियोगिताः भिन्नाः इति अवगन्तव्यम्. अस्तु, अग्रे वदतु भगिनि. जल अभावनिष्ठा जलाभावनिष्ठा अनुयोगिता निरूपितप्रतियोगिता जलनिष्ठा अन्या. तत् किञ्चित् फ्लिप् करोतु. इत्युक्ते जलाभावनिष्ठा अनुयोगिता निरूपित जलनिष्ठा प्रतियोगिता इति एका प्रतियोगिता, सा भिन्ना. वृष्टिजलाभावनिष्ठा अनुयोगिता निरूपित वृष्टिजलनिष्ठा प्रतियोगिता इति द्वितीया प्रतियोगिता, सा अपि भिन्ना खलु. तद् वयं कथं ज्ञातुं शक्नुमः भिन्ना प्रतियोगिता इति? अग्रे दत्तमस्ति. स्वातिनक्षत्रीयवृष्टिजलाभावस्य प्रतियोगिता स्वातिनक्षत्रीयवृष्टिजले एव अस्ति, न तु अन्यस्मिन् जले. प्रश्नः आसीत् भेदं कथं ज्ञातुं शक्नुमः इति खलु. तस्य उत्तररूपेण अत्र किं दत्तमस्ति? ते पुनः एवमेव वदन्ति, स्वातिनक्षत्रीयवृष्टिजल अभावस्य प्रतियोगिता स्वातिनक्षत्रीयवृष्टिजले एव अस्ति, न तु अन्यस्मिन् जले. तथा एव वृष्टिजलाभावस्य प्रतियोगिता वृष्टिजले. तत्र आधारः विद्यते खलु. प्रतियोगितायाः आधारः अथवा आश्रयः विद्यते. स्वातिनक्षत्रीयवृष्टिजलाभावस्य प्रतियोगिता अस्ति स्वातिनक्षत्रीयवृष्टिजले. तर्हि एतादृश्याः प्रतियोगितायाः आधारः स्वातिनक्षत्रीयवृष्टिजलम्. वृष्टिजलाभावस्य प्रतियोगिता अस्ति वृष्टिजले. तर्हि एतादृश्याः प्रतियोगितायाः आधारः वृष्टिजलम् इति आश्रयौ उभयत्र भिन्नौ स्तः. अग्रे अपि पठतु किञ्चित्. अतः आश्रयभेदात् प्रतियोगिताभेदः ज्ञातुं शक्यः. तथापि जलं नास्ति इति सामान्य अभावस्य प्रतियोगिता यथा कूपजले वर्तते तथा वृष्टिजले अपि वर्तते. स्वातिनक्षत्रीयवृष्टिजले अपि वर्तते इति प्रतियोगितायाः आश्रयाः सर्वाणि जलानि भवन्ति. अतः आश्रयभेदेन प्रतियोगिताभेदं न साधयितुं प्रभवामः. विचारम् एनं चित्ररूपेण पश्यामः. प्रथमतया किम् अवगतम् इति वदतु. स्वातिनक्षत्रीयवृष्टिजलस्य विषये अपि च वृष्टिजलस्य विषये आधारं दृष्ट्वा प्रतियोगिता भिन्ना इति उक्तवन्तः वयं खलु. किन्तु तथा सामान्यजलम् उक्त्वा वक्तुं शक्नुमः वा इति प्रश्नः. अत्र किम् उक्तमस्ति पठतु. तथापि जलं नास्ति इति सामान्याभावस्य प्रतियोगिता यथा कूपजले वर्तते तथा वृष्टिजले अपि वर्तते स्वातीनक्षत्रीयवृष्टिजले अपि वर्तते इति प्रतियोगितायाः आश्रयाः सर्वाणि जलानि भवन्ति अतः आश्रयभेदेन प्रतियोगिताभेदं न साधयितुं प्रभवामः इदानीं स्वातीनक्षत्रीयवृष्टिजलं मास्तु स्वातीनक्षत्रीयवृष्टिजलाभावः मास्तु वृष्टिजलाभावः मास्तु सामान्यजलाभावः इत्यस्मिन् विषये सामान्यजलाभावस्य प्रतियोगिता कुत्र कुत्र भवति सामान्यजले एव सामान्यजले इति न कूपजले वर्तते नीता भगिनी किमपि उक्तवती सामान्यजलाभावः जलं कुत्र कुत्र अस्ति तत्र तत्र सामान्यभावः अस्ति इति जलं भवे भवे भवेयुः तत् तानि सर्वाणि सामान्यजलाभावस्य प्रतियोगितायाः आधारः किल परन्तु आश्रयः भेदः अस्ति कूपे जलम् अस्ति सरोवरे जलम् अस्ति समुद्रे अस्ति वृष्टिजले अपि अस्ति स्वातिनक्षत्रीयवृष्टिजले अपि अस्ति अतः भिन्नभिन्नकारण स्थले अस्ति किल अतः आश्रयः भेदः भवति न तस्य सामान्यजलस्य अभावस्य प्रतियोगिता सर्वत्र वर्तते खलु तदर्थं वयं केवलम् आश्रयं दृष्ट्वा आश्रयभेदेन प्रतियोगिताभेदं स्थापयितुं न शक्नुमः स्वातीनक्षत्रीयवृष्टिजलाभावे अपि च वृष्टिजलाभावे आधारः निश्चितः आसीत् खलु एकत्र एव भवति स्वातीनक्षत्रीयवृष्टिजले अथवा वृष्टिजले एव आधारौ स्तः आधारौ अथवा आश्रयौ भिन्नौ इति दृष्ट्वा तेन प्रतियोगिता याः भिन्नतामपि स्थापयितुं शक्नुमः किन्तु इदानीं सामान्यजलस्य विषये तथा नास्ति तदर्थम् आश्रयभेदेन प्रतियोगिताभेदं न साधयितुं प्रभवामः इदानीं चित्रं दृष्ट्वा भगिनि शक्नुमः इति अस्तु माला भगिनी एव चित्रं दृष्ट्वा वदतु इदानीं कस्य अभावस्य आधारः कुत्र अस्ति इति स्वातीनक्षत्रीयवृष्टिजलाभावः निष्ठ अनुयोगिता निरूपिता प्रतियोगिता श्रय स्वातीनक्षत्रीयवृष्टिजले एव न सर्ववृष्टिजले अग्रे आम् सत्यम् अधः चित्रः अस्ति तदपि करोमि वा करोतु वृष्टिजलाभावः निष्ठा अनुयोगिता निरूपिता वृष्टिजले प्रतियोगिता आश्रयः वृष्टिजले एव न तु कूपजले अन्यत्र वा तर्हि वृष्टिजलाभावनिष्ठ अनुयोगिता निरूपिता या प्रतियोगिता अस्ति सा वृष्टिजले एव न तु कूपजले अन्यत्र वा इति अर्थः अग्रे नीता भगिनी पठतु कृपया अतः प्रतियोगितायाः आश्रयः विद्यते इति प्रतियोगिता अपि तत्र विलक्षणा इति ज्ञायते विलक्षणा इत्युक्ते भिन्ना इति. अग्रे सामान्यजलविषये उक्तमस्ति, तत् कृपया चित्रं दृष्ट्वा वदतु. अस्तु. स्वातिनक्षत्रीयवृष्टिजलाभावः निष्ठ अनुयोगिता निरूपिता या प्रतियोगिता सा स्वातिनक्षत्रीयवृष्टिजले एव न सर्ववृष्टिजले. वृष्टिजलाभावः निष्ठ अनुयोगिता निरूपिता या प्रतियोगिता सा वृष्टिजले एव न तु कूपजले अन्यत्र अन्यत्र. अतः अग्रिमचित्रं करोतु कृपया. आम् आम्. जलं नास्ति इति सामान्यभावे इष्ट अनियोगिता निरूपिता या प्रतियोगिता सा यथा कूपजले तथा वृष्टिजले स्वातिनक्षत्रीयवृष्टिजले अपि इति सारांशः. तर्हि केवलम् आश्रयं दृष्ट्वा प्रतियोगिताया प्रतियोगितानां मध्ये भेदं स्थापयितुं न शक्नुमः इति सारांशः. तदर्थम् अवच्छेदकस्य अपेक्षा अस्ति इति अग्रे पश्यामः. अवगच्छन्ति वा? अस्तु, अग्रे पठतु भगिनि. अस्याः प्रतियोगितायाः आश्रयः न विद्यते, किन्तु सर्वाणि जलानि इति आश्रयभेदात् इयं प्रतियोगिता अन्ययोः प्रतियोगितयोः भिन्ना भिन्ना अन्या इति न ज्ञायते. अतः तासां भेदसाधनाय अवच्छेदकस्य अपेक्षा वर्तते. इदानीं किमर्थम् अवच्छेदकस्य अपेक्षा वर्तते इति किञ्चित् वदतु सारांशरूपेण, यत् एतावत्पर्यन्तं चर्चा अभवत्. अवच्छेदकस्य अपेक्षा किमर्थम् आवश्यकं चेत् सामान्यभावे आश्रयभेदः अस्ति. सामान्यभावे आश्रयभेदं साधयितुं न शक्नुमः. अवच्छेदकस्य अपेक्षा आवश्यकं भवति इति सारांशः. अवच्छेदक अवच्छेद्य इत्यस्य किमर्थं वास्तविकप्रयोजनं किम् इत्युक्ते प्रतियोगितानां मध्ये भेदज्ञापनाय इति एतावत्पर्यन्तम् उक्तम्. इदानीं तद् अवच्छेदकं किम् इति पश्यामः. सर्वे अवगच्छन्ति वा? अस्तु, अग्रे पठतु भगिनि. अत्र इदं ज्ञेयं प्रतियोगिनी यत् विशेषणं प्रतियोगिनः उल्लेखः येन रूपेण धर्मेण क्रियते तत् प्रतियोगितायाः अवच्छेदकम्. यथा जलं नास्ति इति अभावः उक्तः, जले च प्रतियोगिनी सन्ति. जलत्वद्रव्यत्वसत्तादयो धर्माः, परन्तु अभावकथनाय जलं नास्ति इति एव उक्तमिति जलत्वेनैव जलस्य उल्लेखः कृतः. अतः तत् प्रतियोगितावच्छेदकम्. अवगच्छति चेत् वदतु किञ्चित्. न अवगतम्. अस्तु, अन्या कापि प्रयत्नं करोति किम्? जयन्ती भगिनी, माला भगिनी, शिल्पा भगिनी, जले द्रव्यम् अस्ति, सत्ता अपि अस्ति, जलत्वम् अस्ति जले, द्रव्यत्वम् अस्ति जले, सत्ता अपि अस्ति, सत्ता अपि अस्ति खलु. सत्ता इति परन्तु सत्ता इत्युक्ते सतः भावः, अस्तित्वम्. आम् अस्तित्वं सत्ता इति धर्मः गुणे गुणकर्मणोः अपि च द्रव्ये अस्ति इति पूर्वं पूर्वतने पाठे दृष्टवन्तः वयं. सत्ता इति कश्चन धर्मः, कुत्र कुत्र सः धर्मः अस्ति इत्युक्ते द्रव्ये अस्ति, गुणे अस्ति, कर्मणि अस्ति खलु. जलम् अपि एकं द्रव्यम् अस्ति, जलं द्रव्यगणे अन्तर्भूतः, तदर्थं जले सत्ता अस्ति. जलं द्रव्यम् इति कारणतः जले द्रव्यत्वम् अस्ति, जले जलत्वम् अपि अस्ति. त्रयः धर्माः सन्ति जले, किन्तु यदि वयं जलं नास्ति इति वदामश्चेत् तत्र जलस्य एव अभावः दृश्यते. द्रव्यं नास्ति इति न वदामः, जलं नास्ति इत्येव उक्तम् इति जलत्वेनैव जलस्य उल्लेखः कृतः. सत्ता नास्ति इति न वदामः, जलाभावनिवारणाय जलम् आनयामः खलु, अन्यं द्रव्यं न आनयामः. तर्हि जलाभावस्य प्रतियोगिता जलेन एव निवारितः, जलाभावस्य प्रतियोगिता जले अस्ति. जलाभावं जलत्वेन निवारितं भवति इति कारणतः जलत्वम् अस्ति अवच्छेदकं, जलत्वम् अस्ति प्रतियोगितायाः अवच्छेदकम्. अवगच्छन्ति वा? पुनः वदतु भगिनि. जलत्वम् इदानीं प्रथमे वाक्ये प्रतियोगिनी इति उक्तं. प्रतियोगिनी कीदृशपदमस्ति इति चिन्तयन्तु. सप्तमी वा? आम् सत्यं भगिनि, सप्तमी अस्ति. प्रतियोगी अत्र जलाभावे प्रतियोगी कः? जले जलाभावस्य प्रतियोगिता अस्ति जले, तर्हि जलमस्ति प्रतियोगी. तस्मिन् प्रतियोगिनी यद् विशेषणम् अस्ति, जलत्वम् इति विशेषणं, तदेव विशेषणम् अवच्छेदकम्. अस्तु, इदानीं पुस्तकम् अस्ति इति चिन्तयतु. पुस्तकाभावनिवारणाय पुस्तकमानयामः. पुस्तके अस्ति विशेषधर्मः पुस्तकत्वम् इति. जलाभावनिवारणाय जलम् आनयामः, जले अस्ति जलत्वम् इति विशेषणम्. तर्हि जले विद्यमानस्य प्रतियोगितायाः पुस्तके विद्यमानस्य प्रतियोगितायाः मध्ये भेदं स्थापयितुं जलत्वं पुस्तकत्वम् इति अवच्छेदकम् आवश्यकं भवति खलु. अनयोः या प्रतियोगिता अस्ति तस्य भिन्नतां प्रदर्शयितुम् एकं विशेषणं स्वीकृतं भवति, सः एव अवच्छेदकम्, अवच्छेदकम् इति वदामः. जले जलत्वम् अस्ति अवच्छेदकं, पुस्तके पुस्तकत्वम् इति अवच्छेदकम्. सः एव अवच्छेदकधर्मः अपि. क्षीरस्य उदाहरणे पात्रम् अवच्छेदकम् अस्ति, तत्र पात्रत्वम् इति अस्ति वा? आमां, बहु समीचीनः उदाहरणम् अस्ति भगिनि. पात्रत्वम् इति अवच्छेदकम् अस्ति, अवच्छेदकधर्मः अस्ति पात्रत्वम्. परन्तु पात्रत्वं समानमेव खलु, तत्र पञ्चकपरिमितपात्रम् अन्य दशकपरिमितं पात्रं द्वयोः मध्ये पात्रत्वं समानमेव खलु? इदानीं तत्र अभावः तु न आसीत् किल भगिनि? वयं कस्य अभावस्य विषये प्रतियोगितायाः निरूपणं वयं कुर्मः, तत्र तु तत्र तु उभयोः क्षीरयोः मध्ये भिन्नता प्रदर्शयितुं पात्रम् इति अवच्छेदकम् आवश्यकम् आसीत्। अत्र तु प्रतियोगितानां मध्ये भिन्नतां प्रदर्शयितुम् अवच्छेदकम् अपेक्षितम्। तदेव अवच्छेदकम् अवच्छेदकधर्मः अपि, इत्युक्ते जले जलत्वम् इति धर्मः, तद् अवच्छेदकं। पुस्तके पुस्तकत्वम् इति धर्मः, तद् पुस्तके विद्यमानस्य प्रतियोगितायाः अवच्छेदकम् इति जानन्तु। अहं पुनः डायल् करोमि, स्पष्टमेव न भवति। अस्तु अस्तु, अवगच्छन्ति वा? तर्हि नीता भगिनी चित्रं दृष्ट्वा वदतु किञ्चित्। जलं जले किमस्ति? जले जलत्वम् अस्ति। जलत्वम् अवच्छेदकम्, जलत्वम् अवच्छेदकम् अथवा अवच्छेदकधर्मः, अवच्छेदकधर्मः। अस्तु, जले प्रतियोगिता अपि अस्ति। अस्तु, प्रतियोगितायाः अवच्छेदकं जलत्वम् इति सारांशः। प्रतियोगितायाः अवच्छेदकं जलत्वम्। अस्तु, जले निष्ठ जलनिष्ठप्रतियोगितायाः अवच्छेदकं जलत्वम्। अस्तु, इदानीं जलस्य स्थाने पुस्तकम् अस्ति इति चिन्तयतु। पुस्तके प्रतियोगितायाः अवच्छेदकं पुस्तकत्वम्। पुस्तकत्वं तदेव पुस्तकत्वम्, अवच्छेदकधर्मः इति वदामः। अस्तु, तर्हि सर्वे अवगच्छन्ति वा? अग्रे पठतु नीता भगिनी। तथा च तस्याः प्रतियोगितायाः भेदज्ञानम् अपेक्षितं। तस्याः यत् अधिकरणं जलं, तत्र स्थित्वा इदं जलत्वम् इयं प्रतियोगिता अन्यप्रतियोगिताभ्यः अन्या भिन्ना इति बोधयति। एवं वृष्टिजलं नास्ति इति अभावस्यापि वृष्टिजलं निष्ठप्रतियोगितायाः अवच्छेदकधर्मं वृष्टिजलत्वम्। हा, उत्तमम्। अग्रे अपि किञ्चित् करोतु। स्वातीनक्षत्रीयवृष्टिजले निष्ठप्रतियोगितायाः अवच्छेदकधर्मं स्वातीनक्षत्रीयवृष्टिजलत्वम्। सर्वे अवगच्छन्ति वा? इदानीं उदाहरणरूपेण शिल्पा भगिनी अस्ति किम्? अवगच्छति वा भगिनी? शिल्पा भगिनी, मां श्रोतुं शक्नोति वा? इदानीं श्रोतुं शक्नोमि। भवती अवगच्छति वा वृष्टिजलनिष्ठप्रतियोगितायाः अवच्छेदकं वृष्टिजलम्? आम्, सम्यक्तया न, पुनः प्रयत्नं करोमि। वृष्टि जलं ज्ञातुं शक्नोति यतः वृष्टिजलत्वं तस्मिन् अस्ति? हा उत्तमं, वृष्टिजले प्रतियोगिता या अस्ति तद् ज्ञातुं शक्नुमः वृष्टिजलत्वम् इति कारणेन. उत्तमं भगिनि, तर्हि सः एव वृष्टिजलत्वम् अवच्छेदकधर्मः इति वदामः. इदानीं स्वातिनक्षत्रीयवृष्टिजलविषये वदतु. नक्षत्रीयवृष्टिजलं प्रतियोगितायाः अवच्छेदकधर्मः स्वातिनक्षत्रीयवृष्टिजलत्वम्. उत्तमम्, अस्तु अग्रे पठतु भगिनि. अत्र यद्यपि जलसामान्यभावस्य प्रतियोगिता कूपजले इव स्वातिनक्षत्रीयवृष्टिजलेपि वर्तते. अतः आश्रयाः ते एव, तथापि सामान्यभावस्य प्रतियोगिताः अवच्छेदकं शुद्धं जलत्वम्. स्थगयतु भगिनि, यत् अवगतं वदतु. अत्र यद्यपि जलं सामान्यभावस्य प्रतियोगिता कूपजले इव वर्तते, अतः आश्रया ते सम्यक्तया न अवगतवती. पुनः उक्तमस्ति तावदेव, जलसामान्याभावस्य प्रतियोगिता कूपजले अस्ति, स्वातिनक्षत्रीयजले अस्ति, बहुत्र अस्ति, तर्हि तस्य अभावस्य आश्रयाः बहवः सन्ति, किन्तु सामान्याभावस्य प्रतियोगितायाः अवच्छेदकं शुद्धं जलत्वम्. अस्तु, भवती चित्रं दृष्ट्वा उक्तवती खलु, वृष्टिजलस्य प्रतियोगितायाः अवच्छेदकं वृष्टिजलत्वम् इति उक्तवती, किन्तु सामान्यजलस्य अभावस्य प्रतियोगिता सर्वत्र अस्ति, वृष्टिजले अस्ति, कूपजले अस्ति, स्वातिनक्षत्रीयवृष्टिजले अस्ति, तदर्थम् एकस्मिन् स्थाने अस्ति इति आश्रयम् आधारीकृत्य वयम् अवच्छेदकं न वदामः, किन्तु सामान्यजलाभावस्य प्रतियोगितायाः अवच्छेदकं शुद्धं जलत्वम्, अथवा सामान्य अभावस्य प्रतियोगितायाः अवच्छेदकधर्मः शुद्धं जलत्वम् इति. अवगच्छति वा? क्लीन् वाटर्, क्लीन् इति न, विशेषरहित इत्युक्ते वृष्टिजलविशेषः नास्ति, अथवा स्वातिनक्षत्रीयवृष्टिजलः इति विशेषः नास्ति, विशेषरहितम् इति शुद्धं जलं, क्लीन् वाटर् एव इति न, डर्टि वाटर् अस्ति चेदपि जलत्वमेव, किन्तु विशेषः नास्ति इति अर्थः. वयं न जानीमः कीदृश जलं कुत शमयते शमयतम् अस्तु अस्तु वृष्टिजलं स्वातिनक्षत्रीयवृष्टिजलम् इति विशेषतया नास्ति किमपि जलाभावस्य जलाभावस्य प्रतियोगिता जले अस्ति तस्याः प्रतियोगितायाः अवच्छेदकत्वं जलत्वम् इति एव ओके अवगतवती अस्तु अग्रे पठतु इदानीं वृष्टिजलाभावस्य प्रतियोगितायाः अवच्छेदकं वृष्टिजलत्वं स्वातिनक्षत्रीयवृष्टिजलभावस्य प्रतियोगितायाः अवच्छेदकं स्वातिनक्षत्रीयवृष्टिजलमिति अवच्छेदकभेदात् सिद्धः प्रतियोगितभेदः अत्रैव अवच्छेदकभावः अवगच्छति वा अहं प्रयत्नं करोमि अवच्छेदकं वृष्टि हा चित्रे यद् दृष्टवती भवती तदेव अत्र वर्णितमस्ति तावदेव वृष्टिजलाभावस्य प्रतियोगितायाः अवच्छेदकं वृष्टिजलम् स्वातिनक्षत्रीयवृष्टिजलाभावस्य प्रतियोगितायाः अवच्छेदकं स्वातिनक्षत्रीयवृष्टिजलम् तर्हि अवच्छेदकं दृष्ट्वा प्रतियोगिता अवच्छेद्या भवति अवच्छेदकम् इत्यस्य माध्यमेन प्रतियोगितानां मध्ये भिन्नतां स्थापयितुं शक्नुमः तर्हि अवच्छेदकं भवति जलत्वं वा वृष्टिजलत्वं वा अथवा स्वातिनक्षत्रीयवृष्टिजलत्वम् अपि च अवच्छेद्या भवति प्रतियोगिता इति अर्थः अवच्छेदकवच्छेद्यभावस्य एतदस्ति व्यावहारिकप्रयोगः इत्युक्ते प्राक्टिकल् यूसेज् अत्र अस्ति अवच्छेदक अवच्छेद्यभावस्य तर्हि तस्य जलस्य भावः जलस्य भावेन जलं ज्ञातुं शक्यते एवमस्ति वा जलाभावस्य कृते जले प्रतियोगिता अस्ति जलाभावस्य कृते जलं जले प्रतियोगिता अस्ति जलस्य जलाभावः यत्र वर्तते तस्य निवारणार्थं जलम् आनयामश्चेत् तस्मिन् जले प्रतियोगिता अस्ति इति वदामः तस्य प्रतियोगितायाः अवच्छेदकं जलत्वं वृष्टिजलाभावस्य प्रतियोगितायाः अवच्छेदकं वृष्टिजलत्वम् एतेन अवच्छेदकेन प्रतियोगिता इति अवच्छेद्या निर्मिता भवति निरूपिता भवति अत्र अवच्छेदक अवच्छेद्यभावः इति वदामः अथवा अवच्छेद्यावच्छेदकभावः इति वदामः सर्वे अवगच्छन्ति वा अस्तु तर्हि जयन्ती भगिनी अग्रिम पारा पठित्वा अनन्तरं चित्रं निरूपयतु अस्तु सर्वत्र सर्वत्र चित्रेषु ऊर्ध्वगामिनी शरे निष्ट इति अधोगामिनी शरे आश्रय इति तिरश्चीने निरूपित इति न्यायभाषया व्यवहर्तव्यम्। एवं च जलत्वनिष्ट अवच्छेदकतानि रूपित अवच्छेद्यताश्रयजलनिष्ठ प्रतियोगितानिरूपित अनुयोगिताश्रयः अभावः इति विवरणं भवति। चित्रं पश्यतु इदानीम्। चित्रं तत्र एकत्रिंशत् इति चित्रसङ्ख्या अस्ति, 31, तस्य निरूपणं। चित्रं दृष्ट्वा इतोपि एकवारं पठतु। जले जलत्वम् अस्ति, जलत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रय प्रतियोगिता आश्रय जलं खलु। अवच्छेदताश्रय जलत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यताश्रय प्रतियोगिता अवच्छेदताश्रयः जलनिष्ठ प्रतियोगिता निरूपित अनुयोगिताश्रयः अभावः, जलाभावस्य वर्णनं। पुनः एकवारं अन्तिमवाक्यं भगिनि वदतु। जलाभावस्य वर्णनं तावदेव। इदानीं जलम् इत्यस्य स्थाने पटः इति स्थापयतु, अस्तु। जलत्वम् इत्यस्य स्थाने पटत्वम् इति स्थापयतु। इदानीं वदतु भगिनि। घटत्वं खलु, घटः इति, घटः वा पटः वा यत् किमपि। अस्तु अस्तु। जलत्वं जलत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रय प्रतियोगिता निरूपित घटः निरूपित अनुयोगिताश्रयः अभावः प्रतियोगिता निरूपित अनुयोगिता आश्रय अभावः अभावः अभावः कीदृशः इत्यस्य वर्णनम् अस्तु। चित्रे जलाभावः इति प्रदर्शितः, भवती यद् उक्तवती सः अभावः घटाभावः अथवा पटाभावः। अस्तु अस्तु वा। जले अस्ति जलत्वं, स च जलत्वम् अस्ति अवच्छेदकं, तर्हि जलत्वे अवच्छेदकता अस्ति, अपि च जले अपि प्रतियोगिता अस्ति, सा च प्रतियोगिता अस्ति अवच्छेद्य अवच्छेद जलत्वम् इति अवच्छेदकं, प्रतियोगिता इति अवच्छेद्य छेद्य, तर्हि प्रतियोगितायाम् अवच्छेद्यता अस्ति इति दृष्ट्वा सर्वम् अभावः इत्युक्ते जलाभावः कीदृशः इत्यस्य वर्णनम् अत्र दत्तम् अस्ति। जलनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यताश्रय जलनिष्ठ प्रतियोगिता निरूपित अनुयोगिताश्रयः अभावः। अस्तु अग्रे पठतु। परन्तु भगिनी, एतस्मिन् एतत् वाक्यस्य अर्थम् अहं न अवगच्छामि। सर्वत्र चित्रेषु ऊर्ध्वगामिनी इति किम् अस्ति? ऊर्ध्वगामिनी इत्युक्ते गोयिङ्ग् अप्वर्ड्स्। अस्तु अस्तु। ऊर्ध्वगामिनी शरे, शरे इत्युक्ते एरो वा? एरो एरो, आम्। अस्तु अस्तु। शरे निष्ठ इति, अधोगामिनी शरे आश्रय, आम् वयं जानीमः एतत्। इदानीं जानाति खलु, यत्र यत्र ऊर्ध्वगामिनी शरः भवति तत्र निष्ठा, अधोगामिनी शरे भवति चेत् आश्रयः, तिरश्चीने शरे इत्युक्ते हारिजोण्टलि यद् गच्छति तत्र निरूपित। आम् आम् सम्यक्। मनसि चित्रं भवति चेत् वाक्यं रचयितुं शक्नुमः। अस्तु अस्तु अस्तु, अग्रे अपि पठतु किञ्चित्। आम्, एवं च जलत्वनिष्ठ अवच्छेदकतानिरूपित अवच्छेद्यताश्रयजलनिष्ठ प्रतियोगितानिरूपित अनुयोगिताश्रयः अभावः इति विवरणं भवति. इदानीमेव वयं दृष्टवन्तः दृष्टवत्यः. इदम् अभावात् प्रभृति अपि वक्तुं शक्नुमः. अभावनिष्ठ अनुयोगितानिरूपित जलनिष्ठ प्रतियोगितानिष्ठ अवच्छेद्यतानिरूपित अवच्छेदकताश्रयः जलत्वं विपरीतदिशायां गच्छामः चेत् चित्रं दृष्ट्वा अभावनिष्ठ अनुयोगिता निरूपिता प्रतियोगिता निष्ठ अवच्छेद्यता निरूपित अवच्छेदकता आश्रयः जलत्वम् इति. जलत्वं प्रथमवारं जलाभावस्य वर्णनं, द्वितीयवारं जलत्वस्य वर्णनम् आम् इति विषयः. इदानीं माला भगिनी अग्रिमचित्रं दृष्ट्वा प्रयत्नं करोतु वाक्यं रचयितुं. स्वाती नक्षत्रीय न वृष्टिजलम् इति अस्ति खलु तत्र. आम् वृष्टिजलत्वनिष्ठ अवच्छेदकता निरूपिता अवच्छेद्यताश्रय प्रतियोगिता निरूपिता अनुयोगिताश्रयः अभावः. अनुयोगिताश्रयः अभावः. इदानीं वृष्टिजलत्वम् इत्यस्य निरूपणं करोतु अपरस्यां दिशि गत्वा विपरीतदिशि. अनुयोगिता निरूपित प्रतियोगिता निष्ठ अवच्छेद्यता निरूपित अवच्छेदकताश्रयः जलत्वम् वृष्टिजलत्वं बहु समीचीनमस्ति. नीता भगिनी अस्तु. हा अग्रिमचित्रे भवती एव सर्वान् स्थापयित्वा वदतु. स्वातिनक्षत्रीयवृष्टिजले स्वातिनक्षत्रीयवृष्टिजलत्वं निष्ठ अवच्छेदकता निरूपिता अवच्छेद्यता आश्रयः प्रतियोगिता निरूपिता अनुयोगिता निष्ठ आश्रयः अनुयोगिता आश्रयः स्वातिनक्षत्रीयवृष्टिजल अभावः. बहु सम्यक्. इदानीं विपरीतदिशि गत्वा स्वातिनक्षत्रीयवृष्टिजल अभावः निष्ठ स्वातिनक्षत्रीयवृष्टिजल अभावः निष्ठ अनुयोगिता निरूपिता प्रतियोगिता निष्ठ अवच्छेद्यता निरूपिता अवच्छेदकता आश्रयः वृष्टिजलत्वं स्वातिनक्षत्रीयवृष्टिजलत्वं स्वातिनक्षत्रीयवृष्टिजले. बहु सम्यक् अस्ति भगिनि. तावदेव सुलभमेव अस्ति इति चिन्तयामि. चित्रं मनसि भवति चेत् तथा वक्तुं शक्नुमः. अस्तु अग्रे पठतु. अत्र च अभ्यासाय पटसामान्याभावः नीलपटाभावः च ग्राह्यः. तत्र अवच्छेद्यावच्छेदकभावः निरूप्यनिरूपकभावः प्रतियोग्यनुयोगिभावः च आलोचनीयः. गृहपाठार्थं महोदयेन अपि सूचितं गृहे पटसामान्याभावः नीलपटाभावः इति एकत्र स्थापयित्वा अपरस्मिन् कोणे पटः पटत्वम् अथवा नीलपटः नीलपटत्वम् इति स्थापयित्वा तादृशी चित्रं रचयित्वा कुर्वन्तु इति. अस्तु अग्रे पठतु. तर्हि अवच्छेदकम् इत्युक्ते किम्? अवच्छेद्या इत्युक्ते का इति जानन्ति खलु. जलाभावे अवच्छेद्यता कस्मिन् वर्तते? प्रतियोगितायां प्रतियोगितायां जलाभावस्य प्रतियोगितायाम् अवच्छेद्यता अस्ति, तर्हि तदस्ति अवच्छेद्य. अवच्छेदकं कुत्र वर्तते? जलत्वे वर्तते अवच्छेदकत्वम्. अस्तु, तर्हि जलत्वम् अस्ति अवच्छेदकं, प्रतियोगिता अस्ति अवच्छेद्य इति सारांशः. तयोः मध्ये अवच्छेद्यावच्छेदकभावः वर्तते. अस्तु, अनीता भगिनी अग्रे पठतु कृपया. निरूप्यनिरूपकभावः अवच्छेद्य अवच्छेदकभावः च सर्वत्र भवति. अत्र अयं विशेषः सम्बन्धः यः कोऽपि अस्तु, निरूप्यनिरूपकभावः तत्रावश्यं भवति. अवच्छेद्यवच्छेदकभावः च आधारादेयभावे इदं चिन्तयामः. पूर्वोक्ते उदाहरणे यज्ञदत्तनिष्ठ आधेयतानिरूपित अधिकरणताश्रयः आसनम् इत्यत्र आधारता आधेयतयोः निरूप्यनिरूपकभावः यथा वर्तते तथा आधेयतायाः एवम् अधिकरणतायाः सामानाधिकरणधर्मस्य च अवच्छेदकभावोऽपि भवति. अवगच्छति वा? अग्रिमवाक्यमपि पठतु. तथा च निरूप्यनिरूपकभावम् अवच्छेद्य अवच्छेदकभावं च अन्तर्भाव्य यज्ञदत्तः आसने स्थित्यत्र इत्थं परिष्कारः भवति. किम् अवगतम्? पूर्वे किं चित्रं दृष्टवन्तः, तद् नूतननामकरणम् उपयुज्य यज्ञदत्तः आसनं स्थापयित्वा चित्रं रचयन्तु इति. पूर्वं वयं दृष्टवन्तः यज्ञदत्तनिष्ठ आधेयता निरूपित अधिकरणताश्रयः आसनं. यज्ञदत्तः अस्ति, यज्ञदत्तः आसने उपविशति इति चिन्तयन्तु. तत्र यज्ञदत्तः आदेयः आसनम् अधिकरणं, तर्हि यज्ञदत्ते आधेयता अस्ति, आसने अधिकरणता अस्ति. तर्हि अनयोः मध्ये आधेय आधारादेयभावः तु अस्ति एव. अत्र उक्तमस्ति सम्बन्धः यः कोऽपि भवतु निरूप्यनिरूपकभावः अवश्यं भवति. अवच्छेद्यावच्छेदकभावः च अवश्यं भवति. अस्तु, यज्ञदत्ते कश्चन आधेयता अस्ति, काचन आधेयता अस्ति खलु? यज्ञदत्ते यज्ञदत्तत्वम् इति कश्चन धर्मः अस्ति, यथा पुस्तके पुस्तकत्वम् आसीत्, अपि च पुस्तकाभावस्य प्रतियोगिता आसीत्, तथा यज्ञदत्ते काचित् आधेयता अस्ति. सा च आधेयता अपरस्मिन् या भवति तस्याः भिन्नः, ततः भिन्नः, भिन्ना आधेयता. अवगच्छति वा? आम्, अत्र चित्रे इन्स्टेड् आफ् प्रतियोगिता आधेयता अत्र आसनं स्थाने अधिकरणता सत्यम् इन्स्टेड् आफ् अनुयोगिता तदर्थमेव उक्तवन्तः यत्र कुत्रापि ससम्बन्धिकाः भवति, यत्र कुत्रापि कश्चन सम्बन्धः भवति तत्र तत्र निरूप्यनिरूपकभावः तु भवति एव, अपि च अवच्छेद्यावच्छेदकभावः भवति. एवं चिन्तयतु, यज्ञदत्तः अस्ति, तस्मिन् आधेयता अस्ति, यज्ञदत्तस्य स्थाने अन्यः कोऽपि अस्ति इति चिन्तयतु, देवदत्तः इति कश्चन, तस्मिन् अपि आधेयता अस्ति यदि सः आसनं भविष्यति, किन्तु यज्ञदत्ते निष्ठा आधेयता, देवदत्ते निष्ठा आधेयता भिन्ना, परस्पर परस्परभिन्ने स्तः. तदर्थम् अवच्छेद्य अवच्छेदकभावः आवश्यकः भिन्नतां दर्शयितुम्. तत् कथं वक्तुं शक्नुमः इति दीर्घं वाक्यमस्ति खलु, तत्र अस्ति, भवती एव पठतु. अस्तु. तथा च निरूप्यनिरूपकभावम् अवच्छेद्य अवच्छेदकभावं च अन्तर्भाव्य यज्ञदत्तः यत्र इत्थं परिष्कारः भवति. यज्ञदत्तत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यताश्रय आधे आश्रय यज्ञदत्तनिष्ठ आधेयतानिरूपित आसननिष्ठ अवच्छेद आसननिष्ठ अवच्छेदकता अवच्छेदकता निरूपित अवच्छेद्यताश्रय अधिकरणताश्रय अधिकरणताश्रयः आसनम्. आसनम् आसनं कीदृशी इति कीदृशम् इति पृच्छामश्चेत् एतद् भवति विवरणम् आसनस्य. अस्तु, इदानीं यज्ञदत्तत्वम् इत्यस्य निरूपणं कर्तुं प्रयत्नं कुर्मः वा? अस्तु. आसन आसननिष्ठ अधिकरण एवं मनसि स्थापयतु, ऊर्ध्वगामिनी स्तर शरे निष्ठा इति, अधोगामिनी शरे आश्रय इति, तीरश्चीने निरूपित इति स्थापयित्वा एव वदतु, तावदेव आसनात् आरभ्य. आसननिष्ठ अधिकरणता आश्रय अवच्छेद्यता निरूपिता अवच्छेदकता आसननिष्ठाधिकरणता आसने निष्ठ अधिकरणता निष्ठ अवच्छेद्यता निरूपित आसनत्वनिष्ठ अवच्छेदकतया निरूपित आधेयतानिष्ट अवच्छेद्यता निरूपित अवच्छेद्यकता श्रयः यज्ञदत्तत्वम् इति मनसि चित्रं रचयित्वा नियमाः सन्ति खलु, ऊर्ध्वगामिनीशरे निष्ठ अधोगामिनीशरे आश्रयः तिरश्चीने निरूपित स्थापयित्वा सर्वेषां विवरणं कर्तुं शक्नुमः. अस्तु, अग्रे अपि पठतु भगिनि. एवमेव वक्ष्यमाण पृथ्वीलक्षणमपि गन्धवती पृथ्वी यत्र पृथ्वी भवति अधिकरणं गन्धश्च आदेयः तथा च गन्धत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यताश्रय गन्धनिष्ठ आदेयत निरूपित पृथ्वनिष्ठ अवच्छेदकतानिष्ठ निरूपित अवच्छेद्यताश्रय अधिकरणताश्रयः पृथ्वी इत्येवं परिष्कारः आलोचनीयः. गन्धवती पृथ्वी इत्यस्य वदन इति वदनस्य स्थाने पृथ्वी अस्ति, पृथिव्यां गन्धः भवति, तर्हि पृथ्वी अधिकरणं गन्धः आदेयः, आसने यज्ञदत्तः तथा एव पृथिव्यां गन्धः इति चिन्तयतु. तथा चिन्तयित्वा तदा गन्धत्वं भवति अवच्छेदकं खलु. गन्धत्वम् अवच्छेदकं भवति इति चिन्तयित्वा गन्धत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यताश्रयः गन्धनिष्ठाध्येयता निरूपित पृथ्वीत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेदकताश्रयः अधिकरणताश्रयः पृथिवी. एतदर्थं चित्रं निर्मातव्यं. प्रायः गृहे चित्रं कृत्वा इतोपि एकवारं वाक्यं पठन्ति चेत् इतोपि स्पष्टः भवति इति चिन्तयामि. विचारः तर्हि प्रयत्नं कुर्वन्तु गृहे. गते सप्ताहे एतावत् पर्यन्तमेव कृतवन्तः खलु. प्रश्नाः सन्ति वा? तर्हि मुख्यांशः अयम् अस्ति यत् कश्चन अभावः अस्ति. अस्तु, तस्य अभावस्य निमित्तं कुत्रचित् प्रतियोगिता अस्ति. भिन्नानां प्रतियोगितानां मध्ये भेदं स्थापयितुम् अवच्छेदकम् आवश्यकम्. जलाभावप्रतियोगितायाः अवच्छेदकत्वं जलत्वम्. प्रतियोगिता च अवच्छेद्यः इति विषयः. अपि च जलत्वम् अथवा पटत्वं घटत्वम् इति यद् वदामः अवच्छेदकम् इति, तदेव अवच्छेदकधर्मः. जलत्वस्य अवच्छेदक जलस्य अवच्छेदकधर्मः जलत्वं, पटस्य पटत्वम् अवच्छेदकधर्मः इति विषयः. प्रश्नाः सन्ति वा? अन्यः एकः अन्यम् एकम् उदाहरणं दत्तं महोदयेन. घटः अस्ति खलु. घटः अस्ति, दण्डः अपि अस्ति. इदानीं घटनिर्माणकार्ये कुलालः इत्युक्ते पाटर् दण्डस्य उपयोगं करोति. दण्डः इत्युक्ते पाटर्स् वील् मध्ये भवति खलु, तस्य उपयोगं करोति घटनिर्माणकार्ये. तर्हि दण्डः भवति कारणता, घटः भवति कार्यता. इत्युक्ते घटः अस्ति फलं, फैनल् प्रोडक्ट्. तर्हि घटे अस्ति कार्यता, दण्डः करणमस्ति येन घटः निर्मीयते. तर्हि दण्डे कारणता अस्ति. ओ, तत् एव अवच्छेदकधर्मः. हा, दण्डत्वं दण्डत्वम् अस्तु. तर्हि दण्डे अवच्छेदकता अस्ति दण्डत्वम् इति. सा च अवच्छेदकता लेखन्यां भिन्ना अस्ति. कारणता लेखन्याः कारणता भिन्ना, दण्डस्य कारणता भिन्ना. दण्डे दण्डत्वम् इति अवच्छेदकं, कारणता च अवच्छेद्य इति विषयः. तर्हि कुत्र कुत्र अवच्छेदकता अवच्छेद्यावच्छेदकस्य उपयोगः आसीत्? प्रथममासीत् प्रतियोगिता तस्य जलत्वं वा धर्मस्य विचारे. अपि च अधिकरणताविषये अपि अवच्छेदकधर्मस्य आवश्यकता आसीत्. इदानीं कार्यता कारणता तस्मिन् विषये अपि अवच्छेदकधर्मस्य उपयोगः भवति इति सारांशः. तर्हि अवच्छेद्यावच्छेदकभावः कुत्र भवति? यत्र यत्र निरूप्यनिरूपकभावः तत्र अवश्यम् अवच्छेद्यावच्छेदकभावः अपि भवति इति सारांशः. प्रश्नाः सन्ति वा? प्रश्नाः न सन्ति चेत् विरमामः. एतावत्पर्यन्तम् एव कृतमासीत् वर्गे. धन्यवादः भगिनी. धन्यवादः भगिनी. धन्यवादः.